विषयः भवति गुणस्य व्याप्य अव्याप्य च वृत्तित्वम् इति. तस्मिन् विषये चर्चा जायमाना अस्ति गतसप्ताहात् आरभ्य. अद्य तस्मिन्नेव विषये किञ्चित् अग्रे सरेम. तर्हि गते सप्ताहे व्याप्यवृत्तिः अथवा अव्याप्यवृत्तिः इति पदस्य अर्थः कः इति अस्माभिः दृष्टम्. व्याप्यवृत्तिः इति समस्तपदमस्ति. व्याप्यवृत्तिः यस्य सः, तथैव अव्याप्यवृत्तिः इति पदम्. अव्याप्यवृत्तिः यस्य सः, अव्याप्यवृत्तिः इति समासः. बहुव्रीहिसमासः अस्ति तत्र. समासः अस्ति इति कारणेन त्रिषु लिङ्गेषु अपि एते द्वे पदे भवतः. यथा अव्याप्यवृत्तिः गुणः, अव्याप्यवृत्तिः संख्या, अथवा अव्याप्यवृत्तिरूपम् इति त्रिषु लिङ्गेषु, पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे एतेषां प्रयोगः भवति. अधुना अस्माभिः अवगन्तव्यं यत् अव्याप्यवृत्तिः इत्युक्ते यः कोऽपि अधिकरणे सर्वत्र न भवति, क्षम्यताम्, एकदेशे एव भवति चेत् अव्याप्यवृत्तिः. उदाहरणत्वेन अस्माभिः दृष्टं यत् आकाशे शब्दः इति गुणः अस्ति. आकाशे शब्दः इति यः गुणः अस्ति, सः शब्दः कुत्रचित् न भवति. तादृशः गुणः अस्ति अव्याप्यवृत्तिः गुणः. अनन्तरं कपिसंयोगः वृक्षे इति अपि दृष्टं. तत्रापि कपिसंयोगः वृक्षे कुत्रचित् भवति, कुत्रचित् न भवति. तर्हि कपिसंयोगः इति गुणः अपि अव्याप्यवृत्तिः गुणः इति उच्यते. तर्हि अव्याप्यवृत्तिः इत्यस्य लक्षणं किम्? आकाशे शब्दः इति यत्र यदा वदामः, तत्र शब्दः अस्ति आकाशे, परन्तु शब्दाभावः अपि अस्ति. शब्दस्य अभावः, शब्दाभावः अपि अस्ति आकाशे. शब्दः आकाशस्य कस्मिंश्चित् प्रदेशे वर्तते, अन्यत्र आकाशे एव शब्दस्य अभावः, शब्दाभावः अपि वर्तते. तर्हि शब्दः इति स्वम् इति स्वीकुर्मश्चेत् स्वस्य अभावः अपि आकाशे अस्ति. तर्हि अव्याप्यवृत्तित्वम् इत्यस्य लक्षणवाक्यं भवति स्वस्य अधिकरणे स्वस्य विद्यमानत्वम्. इत्युक्ते स्वम् अपि अस्ति, स्वस्य अभावः, स्वाभावः अपि अस्ति अधिकरणे. तादृशवृत्तित्वम् अस्ति अव्याप्यवृत्तित्वम्. अभावस्य अधिकरणे स्वस्य विद्यमानत्वम्. कपिसंयोगः वृक्षे अस्ति इति उदाहरणे, तत्र स्वम् इति किम् अस्ति? राजेन्द्रमहोदय वदति वा? यत् अस्ति, यत् प्रत्यक्षमस्ति तत् स्वं. यथा यत्र आकाशे शब्दः अस्ति तत् स्वं, शब्दः स्वं. हा, इदानीं मम प्रश्नः अस्ति, वृक्षे कपिसंयोगः इत्यस्मिन् उदाहरणे स्वम् इति किम् अत्र? कपिसंयोगः. कपिसंयोगः, कपिः वा अथवा कपिसंयोगः? कपिसंयोगः. स्वम् इति कपिसंयोगः अस्ति वृक्षे, वृक्षस्य एकस्मिन् भागे अस्ति. स्वम् इत्यस्य अभावः नाम स्वस्य अभावः, कपिसंयोगाभावः अपि अस्ति वृक्षे. तादृशवृत्तित्वम् अव्याप्यवृत्तित्वम् इति उच्यते. तस्य लक्षणवाक्यमस्ति स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति लक्षणवाक्यमस्ति, लक्षणमस्ति अव्याप्यवृत्तित्वस्य. अधुना व्याप्यवृत्तित्वस्य उदाहरणम् एकं चिन्तयामः. उत्पीठिकायाम् एकम् एव पुस्तकम् अस्ति इति चेत् एकत्वसङ्ख्या इति गुणः पुस्तके अस्ति, अपि च एकत्वसङ्ख्या इति गुणः पुस्तके सर्वत्र अस्ति इति कृत्वा तादृशः गुणः व्याप्यवृत्तिः गुणः. किमर्थं चेत् पुस्तके एकत्वसङ्ख्या इति गुणः पुस्तकं व्याप्य तिष्ठति पुस्तके इति कृत्वा व्याप्यवृत्तिः. पुस्तके सर्वत्र अस्ति, तादृशी परिस्थितिः एव न भवति यत्र एकत्वसङ्ख्या पुस्तकस्य एकस्मिन् भागे वर्तते अपरत्र नास्ति. तादृशी परिस्थितिः सन्दर्भः एव न भवति. तर्हि एकत्वसङ्ख्या इति व्याप्यवृत्तित्वस्य उदाहरणमासीत्. कपिसंयोगः वृक्षे अथवा आकाशे शब्दः इति अव्याप्यवृत्तित्वस्य उदाहरणम्. इदानीम् अस्माकं मूलविषयः अस्ति रूपम्. रूपम् अव्याप्यवृत्तिः गुणः वा अथवा व्याप्यवृत्तिः गुणः वा इति प्रश्ने कृते एतस्य चर्चा जाता, अस्य विषयस्य चर्चा. तर्हि प्राचीननायिकाः वदन्ति यत् रूपम् व्याप्यवृत्तिः गुणः. अस्तु, रूपं कस्मिंश्चित् द्रव्ये सर्वत्र वर्तते इति रूपं व्याप्यवृत्तिः गुणः इति तैः उक्तं. रूपं सप्तविधं, तस्मिन् रूपाणां मिश्रणं कृत्वा चित्रम् इति रूपं वर्तते. तादृशं रूपमपि द्रव्ये सर्वत्र वर्तते, रूपं व्याप्यवृत्तिः गुणः इति. किन्तु नवीननायायिकाः वदन्ति न, तथा नास्ति. रूपम् अव्याप्यवृत्तिः गुणः. चित्रम् इति यद्रूपम् अस्ति तस्मिन् रूपे बहूनां रूपाणां मिश्रणं भवति. एकस्मिन् पटे नीलरूपं, पीतरूपं, हरितरूपम् इति सर्वं भवति चेत् एकं रूपम् एव पटं व्याप्य न तिष्ठति, बहूनि रूपाणि सन्ति तत्र. एकस्मिन् स्थले पीतरूपम्, अपरस्मिन् स्थले हरितरूपं, तथा भवति इति कृत्वा नानां मतानुसारं रूपम् अव्याप्यवृत्तिः गुणः अस्ति इति तत्र मतभेदः अस्ति. तस्य अवगमनार्थम् एतत् सर्वम् अस्माभिः पठितम्. अधुना अग्रे अस्मिन्नेव अस्यामेव चर्चायाम् अवच्छेदकत्वम् इति एकः विषयः अस्ति. तर्हि करपत्रे अवच्छेदकत्वम् इत्यस्मात् आरभ्य किञ्चित् पठेमाद्य. केन केन आगतं मध्ये? वर्धने अस्मि. लक्ष्मी अस्मि. अस्तु, अन्य कोऽपि? राजेन्द्रमहोदय, अजितमहोदय, वर्धिनी भगिनी, लक्ष्मी भगिनी, तावन्तः एव जनाः खलु? अस्तु भगिनी, एकः प्रश्नः अस्ति. यदि यदि उत्पीठिकायां पुस्तकम् अस्ति, यदि यदि उत्पीठिका वामभागः दक्षिणभागः इति विभाजनं कृत्वा एकदेश एकत्वं नो कपिसंयोग इव कर्तुं शक्नुमः? भवत्याः प्रश्नम् अवगच्छामि. पुस्तकम् उत्पीठिकायाम् अस्ति, पुस्तकसंयोगः अव्याप्यवृत्तिगुणः खलु? आम् अस्तु. यथा कपिसंयोगः, तत्तु सत्यं. परन्तु मम उदाहरणे एकत्वसङ्ख्या इति गुणः. अस्तु, एकमेव पुस्तकम् अस्ति चेत् सङ्ख्या इति अपि एकः गुणः अस्ति चतुर्विंशतिगुणेषु खलु? हा, एकत्वसङ्ख्या. एकमेव पुस्तकम् अस्ति चेत् एकत्वसङ्ख्या इति गुणः कुत्र वर्तते? पुस्तके. पुस्तके पुस्तके एकस्मिन् एव भागे वर्तते वा? पुस्तके पूर्णतया वर्तते. हा, तर्हि कीदृशः गुणः सः? कीदृशः गुणः इति अत्र व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिः गुणः वा एकत्वसङ्ख्या इति प्रश्नः. व्याप्यवृत्तित्वगुणः. व्याप्यवृत्तिः गुणः इति उच्यते. अस्तु, तत्त्वबुद्धं खलु? भवत्याः उदाहरणमासीत् अव्याप्यवृत्तिगुणस्य विषये. नाम पुस्तकम् उत्पीठिकायाम् अस्ति चेत् पुस्तकसंयोगः अव्याप्यवृत्तिः गुणः उत्पीठिकायाम्. ओ अस्तु, बुद्धम्. आम् आम्, अस्तु, तर्हि अस्तु. राजेन्द्रमहोदय करपत्रं पठति वा अवच्छेदकत्वम् आरभ्य. रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका. अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः. कपिः वृक्षस्य अग्रभागे वर्तते. न्यायिकाः प्राचीनन्यायिकाः वदन्ति, उक्तवन्तः रूपं तु व्याप्यवृत्तिः गुणः अस्ति, गुणः अस्ति. परन्तु नवीनन्यायिकाः वदन्ति रूपम् अव्याप्यवृत्तिः गुणः अस्ति. यथा चित्रे पश्यामः तत् सर्वत्र एकमेकः गुणः न अस्ति, भिन्नभिन्न तत्र गुणाः रूपाणि सन्ति तत्र चित्रे. तत्कारणात् अव्याप्यवृत्तिः गुणः अस्ति. तत् कथं भिद्यते? तत् कारणात् किञ्चित् अवच्छेदकत्वं चर्चा उपकारिका अस्ति, लाभदायक अस्ति. यथा तत् तस्य प्रसिद्ध उदाहरणम् अस्ति कपिवृक्ष संयोगः. कपिवृक्ष वृक्षस्य अग्रभागे वर्तते, ततः तत्र किञ्चित् चर्चनीयं तादृशं. सत्यम्. अग्रे अपि भवान् एव पठतु. विद्याधर्यां एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ती शाखायां. तस्य अभावस्तु मूलदेशवर्ती शाखायाम्. एवं च अग्रं कपिनिष्ठ आधेयिता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. मूलं च कपिसंयोग अभावनिष्ठ आधेयिता निरूपित अधिकरणता अवच्छेदकम्. यथा भगिनी उक्तवती पूर्वम्, एकस्मिन् एव देशे कपिः अस्ति चेत् तत्र किञ्चित् अग्रभागं यदा कपिः अस्ति तत्र तु किं वक्तुं शक्नुमः? अग्रं कपिनिष्ठ आदयिता निरूपितया वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. कपिनिष्ठ आदयिता यथा अग्रभागे अस्ति तत्र तत्तु अवच्छेदकम् अस्ति वृक्षनिष्ठ अधिकरणतायाः. परन्तु मूले यथा तत्र कपिसंयोग अभावः अस्ति तत् वदामः. मूलं च कपिसंयोग अभाव निष्ठ आदेयिता निरूपित अधिकरणतावच्छेदकं तथा कपिसंयोग अभावः तथा भिद्यते. यथा मूले कपिसंयोगः नास्ति. महोदय श्रूयते वा? हरि ओम्. आं भगिनि श्रूयते वा? आमामाम्. अस्तु अस्तु, अत्र भवता उक्तं कपिः कुत्र अस्ति? कपिः अग्रभागम् अस्ति, अग्रभागे अस्ति. अस्तु, अग्रभागे कपिः अस्ति. कपि अभावः, कपिसंयोगाभावः कुत्र अस्ति? मूले अस्ति. मूले अस्ति. तर्हि अत्र अधिकरणताद्वयं साधितम्. प्रथमं किम् अस्ति? प्रथमम् अस्ति अग्रं कपिनिष्ठ आदेयिता वृक्षनिष्ठ अधिकरणता. अग्रभागे यथा वृक्ष अधिकरणता अस्ति, वृक्षे अधिकरणता अस्ति अग्रभागे. सत्यं, तत्तु प्रथम अधिकरणता अस्ति. कपिनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता. अस्तु, तस्य अवच्छेदकं किम्? तस्य अवच्छेदकं कपिसंयोगः. चिन्तयतु, वाक्यमस्ति एवं च अग्रं, कपिनिष्ठा अधेयता निरूपिता या वृक्षनिष्ठा अधिकरणता तस्याः अवच्छेदकम्। अत्र अवच्छेदकं किम्? प्रथमतया अधिकरणद्वयं वर्तते। प्रथमम् अधिकरणमस्ति कपिनिष्ठ अधेयता निरूपित वृक्षनिष्ठ अधिकरणता, अस्तु। द्वितीय अधिकरणता अस्ति कपिसंयोगाभावनिष्ठ अधेयता निरूपित अधिकरणता इति, अधिकरणताद्वयम्। अस्तु, भवान् यद्वदति तदपि सत्यम्। प्रथमम् अधिकरणता अस्ति कपिनिष्ठ अधेयता निरूपिता, द्वितीय अधिकरणता अस्ति कपिसंयोगाभावनिष्ठ अधेयता निरूपित अधिकरणता, खलु? परन्तु उभयोः अधिकरणतयोः अधिकरणमस्ति वृक्षम् इव इति स्पष्टम्? इति अस्ति चेत् वृक्षमेव द्वयोः तत्र अधिकरणता वृक्षे एव वर्तते इति अस्ति चेत् तत्र पुनः भेदनार्थं भेदं कर्तुं किमपि आवश्यकम् अस्ति। कपिनिष्ठ अधेयता निरूपित या वृक्षनिष्ठ अधिकरणता अस्ति तस्य अवच्छेदकम् अस्ति वृक्षस्य अग्रम्। अपरा अधिकरणता या अस्ति कपिसंयोगाभावनिष्ठ अधेयता निरूपित वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् अस्ति मूलम् इति बुद्धवा सर्वैः? अन्येन केनापि आगतं मध्ये? माला भगिनि, अस्तु अस्तु। तर्हि एतावता अस्माभिः दृष्टं यत् अधिकरणताद्वयमस्ति कपिनिष्ठ अधेयता निरूपित अधिकरणतायाः अवच्छेदकम् अग्रं, कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणतायाः अवच्छेदकं मूलम् इति अस्ति एतावता। अग्रे अजितः महोदय पठति वा? प्रथमतया अनेन कविसंयोगः अपि भवति वृक्षे। कविसंयोगाभावः अपि भवति वृक्षे। द्वावापि कविसंयोगः कविसंयोगाभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः। अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्। अस्यां दशायां यत् अवच्छेदकत्वम् अपि च कविसंयोगस्थले यत् अवच्छेदकत्वं द्वयमपि भिन्नं विद्याधर्यां घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नं मूलाग्रनिष्ठं भिन्नं। अस्तु, उच्यतां महोदय। यदा भवत्या उक्तं द्वयो अवच्छेदकद्वयम् अपि भिन्नम् अस्ति, यथा पूर्वं वयं पठितवन्तः घटः भूतले अस्ति, घटे विद्यमानप्रतियोगितायाः अवच्छेदकत्वम् अवच्छेदकं घटत्वं। किन्तु अत्र कपि वृक्ष उदाहरणे अवच्छेदकद्वयं सन्ति, अवच्छेदद्वयम् अस्ति, अवच्छेदकद्वयम् आवश्यकम्। किमर्थम् इत्युक्ते द्वितीयवाक्यं पठतु, किमर्थम् इत्युक्ते द्वावपि द्वावपि कविसंयोगः कविसंयोगाभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदस्य विचारः अपेक्षितम् इत्युक्ते वृक्षे एकस्मिन् समये कपि संयोगः भवति कपिसंयोग अभावः अपि भवति परन्तु पूर्व उदाहरणे भूतले घटे अस्ति तत्र घटाभावः घटसंयोगः घटसंयोगाभावः एकस्मिन् स्थले न भवति इति मुख्यः विषयः अस्ति सत्यम् तत्र एकस्मिन् समये द्वावपि कपिसंयोगः संयोगः संयोगाभावः सूचयिष्यति चेत् अवच्छेदकः भिन्न आवश्यकमिति सम्यक् सम्यक् अस्ति इत्येव विषयः अस्ति कपिसंयोगः कपिसंयोगाभावः एकत्रैव वर्तते चेत् अधिकरणतायाः भेदः कथं ज्ञायते खलु अधिकरणतयोः मध्ये भेदः अस्ति इति प्रदर्शनार्थम् अत्र अवच्छेदकं द्वयम् आवश्यकम् अस्ति यथा विद्याधरी पुस्तके एकवाक्यमस्ति प्रतियोगितावच्छेदत्वात् इदम् अवच्छेदत्वं मूलाग्रनिष्ठं भिन्नम् इति किमर्थं भिन्नं घटत्वम् अपि अवच्छेदकं प्रतियोगितायाः मूलम् अपि अवच्छेदकं निष्ठम् अग्रमपि अवच्छेदकं परन्तु घटत्वात् मूलाग्रनिष्ठ अवच्छेदकं विद्यते अवच्छेदकत्वं किमर्थम् इति अग्रे अस्ति अग्रे पठेम अस्तु महोदय पठति वा भवानेव प्रथमतया घटस्य उदाहरणं स्मरेम भूतले घटाभावः घटाभावं प्रति यः विरोधः सः घटे विद्यते अतः घटस्य अनयनेन घटाभावः नश्यति घटे यः घटाभावविरोधः स च प्रतियोगितानामकः तादृशी क्षम्यतां भगिनि मम सङ्गणक किञ्चित् डिस्कनेक्षन् अभवत् अन्य कोऽपि पठति अस्तु वर्धिनी भगिनी प्रारम्भतया पठति वा प्रथमतया इत्यस्य प्रथमतया घटस्य उदाहरणं स्मरेम भूतले घटाभावः घटाभावं प्रति यः विरोधः सः घटे विद्यते अतः घटस्य आनयनेन घटाभावः नश्यति घटे यः घटाभावविरोधः स च प्रतियोगितानामकः तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितं तच्च अवच्छेदकमपि घटे स्यात् सर्वदा च घटे स्यात् अन्यत्रापि न स्यात् घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम् यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता विरोधः वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् प्रतियोगिता च भिद्यते अवच्छेदेन अतः तस्याः नाम अवच्छेद्या अस्तु उच्यता घटस्य उदाहरणे घट भूतले घट अभावः विरोधः अपि घटे अस्ति. कं प्रति विरोधः? घटाभावं प्रति. घटाभावं प्रति विरोधः घटे अस्ति. अस्तु, घटे अस्ति. घटः अस्तु. तस्य विरोधस्य नाम किम्? प्रतियोगिता. बहु सम्यक्. अस्तु महोदय, एकनिमिष. घटाभावः अस्ति किल, घटाभावं प्रति विरोधः अस्ति घटे. चित्रं स्मरति चेत् घटः घटाभावः इति अस्ति. घटस्य उपरि प्रतियोगिता इति लिखितम् आसीत्, घटाभावस्य उपरि अनुयोगिता इति लिखितम् आसीत्. हलो, चित्रं स्मरति वा? तर्हि घटाभावस्य प्रति, घटाभावं प्रति यः विरोधः वर्तते घटे, तस्य नाम प्रतियोगिता. घटस्य आनयनेन घटाभावः नश्यति. अस्तु, तर्हि घटाभावविरोधः नाम प्रतियोगिता अस्ति. घटाभावविरोधः तादृशी प्रतियोगिता कुत्र वर्तते? तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इति अस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम्. तच्च अवच्छेदकमपि घटे स्यात्. घटे अस्ति अवच्छेदकमपि. अन्यत्र नास्ति, घटे एव अस्ति. तर्हि घटे विद्यमानघटत्वम् इति यः धर्मः अस्ति, सः धर्मः प्रतियोगितायाः अवच्छेदकम्. अस्तु, यतोहि यत्र यत्र घटः भवति तत्र तत्र घटत्वं भवति, अपि च तत्र तत्र प्रतियोगिता अपि भवति घटाभावं प्रति. एतत् सर्वम् एकत्र भवति. कुत्र? घटत्वं प्रतियोगिता अपि भवन्ति. अस्तु, इति अस्ति विषयः. अत्र घटत्वम् इति अवच्छेदकं, प्रतियोगिता अवच्छेद्या, उभयोः अधिकरणं किम्? घटः अवच्छेदकस्य अवच्छेद्यायाः अधिकरणं घटः इति मुख्यः विषयः अस्ति. इति बुद्धं वा सर्वैः? अनन्तरम् इदमपि वक्तव्यमस्ति यत् यत्र यत्र घटत्वं भवति तत्र तत्र निश्चयेन प्रतियोगिता भवति. प्रतियोगिता नाम किं? घटाभावं प्रति विरोधः. यत्र यत्र घटः अस्ति तत्र तत्र घटाभावः नश्यति. घटाभावः नश्यति इति कृत्वा घटे प्रतियोगिता अस्ति. तर्हि तादृशः सम्बन्धः अस्ति घटस्य अपि च प्रतियोगितायाः मध्ये. यत्र यत्र तत्र तत्र तादृशी सम्बन्धः अस्ति एव. तादृशः प्रसङ्गः यदा कदापि भवति वा यत्र घटः अस्ति परन्तु प्रतियोगिता नास्ति घटाभावं प्रति? न भवितुमर्हति. राजेन्द्रमहोदय चिन्तयतु, तादृशः सन्दर्भः यदा कदापि भवति वा यत्र घटः अस्ति परन्तु घटे प्रतियोगिता नास्ति घटाभावं प्रति, तादृशः सन्दर्भः भवति वा? घटः अस्ति तु घटाभावविरोध प्रतियोगिता तु भवति एव. सत्यं सत्यं, घटः अस्ति चेत् घटाभावं प्रति विरोधः भवति एव. तस्य विरोधस्य नाम किं? प्रतियोगिता खलु. तर्हि यत्र यत्र घटः तत्र तत्र घटत्वं, तत्र तत्र प्रतियोगिता अपि घटाभावं प्रति. भवत्येव. तर्हि अत्र यत्र यत्र तत्र तत्र इति तादृशः सम्बन्धः अस्ति अवच्छेदकम् अवच्छेद्य अनयोः मध्ये इति. बुद्धं वा? तयोः अधिकरणं, हा वदतु भगिनि अग्रे. तयोः अधिकरणं समानम् अस्ति इति मुख्यः विषयः. अग्रे पठतु. प्रतियोगिता च भिद्यते अवच्छेदेन, अतः तस्याः नाम अवच्छेद्य इति वयं जानीमः एव. अवच्छेदकः अवच्छेद्य इति तावदेव अस्ति. अस्तु अग्रे लक्ष्मी भगिनी पठति वा? उच्चैः न श्रूयते भगिनि. श्रूयते श्रूयते. घटस्य दृष्टान्ते अवच्छेद्य अवच्छेदकं च द्वयोः समानादिकरणीयं वर्तते. अवच्छेद्य प्रतियोगिता, अतः प्रतियोगिता घटत्वयोः समानादिकरणीयम्. एतदर्थं या अवच्छेदकता वर्तते घटत्वे, तस्य नामकरणं कृतम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. यतोहि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति. अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम्. अस्तु. घटविषये अवच्छेद्य अवच्छेदकं द्वयोः अपि समानाधिकरणे वर्तते. अवच्छेद्य अस्ति, अवच्छेद्य प्रतियोगिता. घटत्वे प्रतियोगिता अस्ति, अतः अवच्छेद्य प्रतियोगिता. अतः घटत्वः घटत्वं प्रतियोगिता योः घटत्वयोः प्रतियोगिता एकनिमिष. अत्र अवच्छेद्य इति वदति चेत्, अवच्छेद्य इत्युक्ते यस्य भेदः कृतः सा अवच्छेद्य इति प्रतियोगिता. तस्य अवच्छेदकं किम्? तस्य अवच्छेदकं घटत्वं. घटत्वम्. इदानीम् उच्यतां तयोः समानाधिकरण्यम् अस्ति वा? आम्. घटत्वं प्रतियोगिता अवच्छेद्य अवच्छेदकत्वम् अवच्छेदकम् अवच्छेद्य अथवा घटत्वं प्रतियोगितायोः समानाधिकरण्यं वर्तते. एतदर्थं या अवच्छेदकता वर्तते घटत्वे, तस्य नामकरणं कृतम्. अस्तु. घटत्वे यः या अवच्छेदकता वर्तते तस्य नूतननामकरणमस्ति अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. अवच्छेदकता कुत्र वर्तते? अवच्छेदकता घटत्वे वर्तते. घटत्वे अस्ति. अन्यच्च अवच्छेदकता इति गुणः नाम धर्मः तल् प्रत्यययोजनेन अवच्छेदकम् इति अस्ति चेत् तस्मिन् अवच्छेदकता अस्ति. अत्र तु अवच्छेदकम् इति घटत्वम्. घटत्वम् अवच्छेदकं समानं. तर्हि भवत्या यदुक्तं तदपि सत्यम्. अवच्छेदकता घटत्वे अस्ति इति सत्यम्. तादृशी अवच्छेदकतायाः नाम किम्? अन्यून अनतिरिक्तवृत्तित्व रूप अवच्छेदकता. तर्हि किमर्थं तथा नामकरणं कृतम्? किमर्थं अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति अस्ति. अनतिरिक्तवृत्तित्वम् इत्युक्ते समानाधिकरण्यं तावदेव. अस्तु, तयोः वृत्तित्वम् अथवा आधेयता एकस्मिन् स्थले एव वर्तते इति. अस्तु, आधारः घटः, आधेयः प्रतियोगिता, अपि च घटत्व अनतिरिक्तवृत्तित्वम् इति उच्यते. इति अस्ति अवच्छेदकता घटत्वस्य. अधुना अग्रे पठेम कपिवृक्षयोः संयोगविषये कीदृशी वृत्तित्वम् अथवा अवच्छेदकता वर्तते इति. माला भगिनी अग्रे पठति वा? आं भगिनि, अधुना कपिवृक्षयोः आकृतिः अवलोकनीया. कपिसंयोगः वृक्षस्य अग्रभागे, कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे, यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते. अत्र कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या, अवच्छेदकं च वृक्षस्य अग्रभागः. तर्हि घटः घटाभावः, कपिसंयोगः कपिसंयोग अभावः, द्वयोः दृष्टान्तयोः भेदः कः? घटघटाभावयोः सहानवस्थानरूपः विरोधः वर्तते. भूतले यदा घटाभावः अस्ति तदा घटः नितरां नास्ति, यदा घटः अस्ति तदा घटाभावः नितरां नास्ति. किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्व अभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं, नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति, कपिसंयोग अभावः अपि अस्ति. अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति. इदानीं कपिसंयोगः इति स्वीकरणीयः. कपिसंयोगः वृक्षे अस्ति. कुत्र अस्ति? अग्रभागे. अतः कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे अस्ति. यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते, अत्र कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या, अवच्छेदकं वृक्षस्य अग्रभागः इति तु स्पष्टं स्यात्. घटस्य दृष्टान्ते अवच्छेद्या प्रतियोगिता, घटत्वम् अवच्छेदकम्. अत्र तु अधिकरणता इति अवच्छेद्या अवच्छेदकमस्ति वृक्षस्य अग्रभागः. अग्रभागः, आम्. तर्हि अस्माभिः चिन्तनीयम् एतद् अवच्छेदकं घटत्वात् कथं विद्यते इति. इति अग्रे अस्ति. उच्यताम्? तर्हि घटः घटाभावः, कपिसंयोगः कपिसंयोग अभावः, द्वयोः दृष्टान्तयोः भेदः कः? घटघटभावयोः सहानवस्थानरूपः विरोधः वर्तते. यदा घटाभावः अस्ति तदा घटः नास्ति, यदा घटः अस्ति तदा घटाभावः नास्ति. तदेव सहानवस्थानरूपः, खलु? सत्यं, सत्यं. यत्र कुत्रापि एकः भवति अपरः न भवति, तत् तथा अस्ति. सः अनवस्थानरूपः विरोधः. किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्व अभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वम्. अत्र कपिसंयोगः अव्याप्य कपिसंयोगः सम्पूर्णवृक्षे न भवति. तस्य गुणः तद्गुणस्य नामः अस्ति अव्याप्यवृत्तिः. किमर्थम् इत्युक्ते एकस्मिन्नेव वृक्षे अग्रभागे कपिसंयोगः अस्ति, अन्यस्मिन् स्थले कपिसंयोगस्य अभावः अस्ति अपि अस्ति, अतः अव्याप्यवृत्तिः इति गुणः वदामः इति वदामः. इत्युक्ते स्वम् अपि अस्ति, स्वभावः एकस्मिन्नेव वृक्षे. आम्, अतः अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति. लिखितमस्ति अत्र चिन्तनं किञ्चित् भिन्नं भवति यतोहि अत्र सहावान् तत्र उक्तं सहानावस्थानरूपः विरोधः नास्ति. तादृशः विरोधः नास्ति, उभयोः विरोधिनोः विद्यमानत्वम् अस्ति अधिकरणे. संयोगः संयोग अभावः उभावपि स्तः एकस्मिन्नेव अधिकरणे. तर्हि भिन्नरीत्या साधनीयं भवति अवच्छेदकं कथम् इति अग्रे पश्येम. राजेन्द्रमहोदय पठति वा? आं भगिनि. कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्ष अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. तदर्थं विद्याधर्यां लिखितम् अस्ति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम्, अत्र अग्रभागस्य अवच्छेदकत्वं. किम् अवच्छेदकत्वं? वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं. तत् अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणता निरूपित आधेयता कपिसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं. नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. कथं तस्य निर्वाहं कुर्मः यथा कपिसंयोगात् अव्याप्यवृत्तिगुणः अस्ति, अग्रभागं तस्य अवच्छेदकम् अस्ति, तत् कुर्मः चेत् तत् तदा विद्यते यथा यत्र कपिसंयोगः अस्ति अग्रभागम् अथवा कपिसंयोग अभावः अस्ति मूले, तत् भेदनार्थं कपिसंयोग अग्रभागस्य अवच्छेदकत्वं स्वीकुर्मः. विद्याधर्यां लिखितम् अस्ति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम्, अत्र अग्रभागस्य अवच्छेदकत्वं. सम्पूर्णवृक्षे न अस्ति तत् अवच्छेदकत्वम्, अग्रभागस्य एव अस्ति अवच्छेदकत्वं. वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं तत् अवच्छेदकत्वं किमर्थं स्वीकृतम्? कथम् अग्रभागस्य अवच्छेदकत्वं स्वीकुर्मः, वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं न स्वीकुर्मः? या अधिकरणता निरूप आधेयता कपिसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं, यथा तत्र अव्याप्यवृत्ति गुणः अस्ति तस्य ज्ञापनार्थं सूचनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीकुर्मः. नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. इति बुद्धं स्यात् सर्वैः. अत्र यथा महोदयेन सूचितं तत्र मुख्यः अंशः अस्ति कपिसंयोगः. सः कपिसंयोगः कीदृशः? अव्याप्यवृत्तिः गुणः. अस्माभिः साधनीयमस्ति अव्याप्यवृत्तिः गुणः इति. तस्य साधनार्थम् अत्र अवच्छेदकत्वं भिन्नरीत्या स्वीक्रियते. वृक्षस्य अग्रभागः अवच्छेदकं भवति. तदर्थमेव विद्याधर्यां लिखितम् अव्याप्यवृत्तिनिर्वाहकम् अवच्छेदकत्वम् आवश्यकमस्ति इति. बुद्धं सर्वैः? श्रूयते वा? आं भगिनि. अस्तु अग्रे अजितमहोदय पठति किम्. अधुना अन्यूनातिरिक्तवृत्तित्वरूपावच्छेदकता कुत्र वर्तते? घटभूतले घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या. तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वं. घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते. तच्च अवच्छेदकत्वम् अन्यूनातिरिक्तवृत्तित्वरूपम्. किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता. अनेन घटत्वं प्रतियोगिता च तयोः अन्यूनातिरिक्तवृत्तित्वम् अस्ति. या च अवच्छेदकता वर्तते घटत्वे सा अन्यूना अनतिरिक्तवृत्तित्वरूपा. इत्युक्ते घटे विद्यमान अवच्छेदक घटत्वे विद्यमान अवच्छेदकत्व नाम अन्यूनातिरिक्त वृत्तित्व रूपावच्छेदकता इति. किमर्थं तथा अस्ति? इत्युक्ते यत्र यत्र प्रतियोगिता वर्तते तत्र तत्र घटत्वं, यत्र यत्र घटत्वं वर्तते तत्र यत्र प्रतियोगिता अपि वर्तते. इति कारणेन सर्वत्र प्रतियोगिता घटत्वे सर्वत्र प्रतियोगिता वर्तते इति कारणेन तत् नामकरणं. नामकरणम् इति अस्ति. तर्हि अन्यून इत्युक्ते घटे सर्वत्र यथा भवता उक्तम्. अनन्तरम् अनतिरिक्तवृत्तित्वम् इत्युक्ते उभयोः एकमेव अधिकरणम्. उभयोः इत्युक्ते कयोः? उभयोः इत्युक्ते घटाभावे न, तथा नास्ति. अधिकरणं समानं, कयोः अधिकरणं समानम् इति प्रश्नः. अत्र अवच्छेदकं किम्? घटत्वं. घटत्वम् अवच्छेदकं. घटत्वं कुत्र वर्तते? घटत्वं घटे. हा, सत्यमेव महोदय, घटत्वं घटे एव वर्तते. अस्तु, इदानीं प्रतियोगिता कुत्र वर्तते? प्रतियोगिता घटत्वे वर्तते. घटत्वे न, प्रतियोगिता अपि घटे वर्तते. प्रतियोगिता घटे वर्तते, अवच्छेदकत्वं घटत्वे वर्तते. सत्यम्, अवच्छेदकं घटत्वम्, अवच्छेद्या प्रतियोगिता, तदर्थमेव वदामः खलु घटत्वावच्छिन्नप्रतियोगिता इति. स्मरन्ति वा? प्रतियोगिता अवच्छेद्या भवति घटत्वेन. तर्हि घटत्वम् अवच्छेदकं, प्रतियोगिता अवच्छेद्या, घटत्वावच्छिन्नप्रतियोगिता अस्ति. उभयोः नाम घटत्वस्य प्रतियोगिता, उभयोः अधिकरणं समानमस्ति. समानाधिकरणं घटः इति अस्ति, तदर्थम् अन्योन अनतिरिक्तवृत्तित्वं तयोः इति उच्यते. अधुना वृक्षसंयोगस्थले प्रश्नः उदेति, कपिसंयोगः इति किमस्ति अत्र? कपिसंयोगः वृक्षस्य अग्रे अस्ति इति कृत्वा, पूर्वं यद्वाक्यं पठितमासीत् कपिसंयोग निरूपित अधिकरणता, कपिसंयोगनिरूपित अधिकरणता अधुना अवच्छेद्या अस्ति. अग्रभागम् अवच्छेदकम् अस्ति. सर्वैः अङ्गीक्रियते वा? कपिसंयोगनिरूपित अधिकरणता, कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता इति अस्ति खलु, सा अवच्छेद्या अस्ति, अग्रभागः अवच्छेदकम् अस्ति. अधुना मम प्रश्नः अस्ति यत् तादृशी अधिकरणता अवच्छेद्या अपि च अग्रभागः इति अवच्छेदकम् उभयोः समानाधिकरणम् अस्ति वा इति. अजितमहोदय किं वदति? उभयोः घटत्वस्य उदाहरणे समानाधिकरण्यम् आसीत्, परन्तु अत्र अस्ति वा इति प्रश्नः. प्रश्नः पुनरेकवारं वदतु भगिनी कृपया. कपिसंयोगः इति यत् कपिसंयोगः वृक्षे इति यद् उदाहरणमस्ति, तस्मिन् उदाहरणे कपिसंयोगनिरूपित अधिकरणता अवच्छेद्या अस्ति. यथा प्रतियोगिता आसीत् अवच्छेद्या, तथैव एषा अधिकरणता अवच्छेद्या, अपि च अग्रभागं वृक्षस्य अग्रभागम् इति अवच्छेदकम् अस्ति. अस्तु, तर्हि मम प्रश्नः अस्ति, अस्मिन् उदाहरणे अवच्छेदकम् अपि च अवच्छेद्य उभयोः समानाधिकरण्यम् अस्ति वा इति. अहं चिन्तयामि अस्ति इति, किन्तु समानाधिकरणम् अस्ति, परन्तु वृक्षस्य मूलभागे किञ्चित् भिन्नमस्ति. अस्तु, अन्यून अनतिरिक्त इति वक्तव्यम् अस्ति चेत् समानाधिकरण्यं भवेत्, यथा घटत्वम् अपि च प्रतियोगिता. अस्तु, अनयोः समानाधिकरण्यम् आसीत्, अत्रापि अग्रभागः अपि च अधिकरणता अनयोः समानाधिकरण्यम् अस्ति वा? एते द्वे अपि तत्र अन्यून्य अनतिरिक्तं न वक्तव्यं. किमर्थम् इत्युक्ते वृक्षे सर्व वृक्ष अग्रभागं वृक्षे अस्ति न वा? अग्रभागं वृक्षे अस्ति इत्येव अस्ति समस्या. अग्रभागः इति अवयवः अस्ति वृक्षस्य खलु, वृक्षः अवयवी, अग्रभागः अवयवः. तर्हि यथा वयं जानीमः, अवयवे अवयवी भवति, विपरीतदिशि नास्ति. तर्हि अधुना चिन्तनीयं भवति अग्रभागः वृक्षे अस्ति वा न वा इति. अग्रे तदेव अस्ति, अग्रे पठेम. वर्धिनी भगिनी पठति वा? किन्तु यः कपि संयोगः भवति वृक्षे, तत्र वृक्षे सर्वत्र नास्ति, तत्र अवच्छेद्यः अस्ति वृक्षनिष्ठ अधिकरणता. किं निरूपित अधिकरणता? कपि संयोगनिष्ठ आधेयता निरूपित अधिकरणता, केवल अधिकरणता नास्ति. अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? यथा वृक्षत्वम् अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं वृक्षत्वस्य भवितुम् अर्हति न वा इति द्रष्टव्यम्. वृक्षत्वं वृक्षे सर्वत्र अस्ति वा, अपरेषु वृक्षेषु अपि वर्तते वा? तच्च वृक्षत्वं कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा? यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः भवति वा? वृक्षत्वं वृक्षस्य मूले अपि अस्ति अग्रभागे अस्ति, अपरेषु वृक्षेषु अपि अस्ति, तत्र तत्र कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता अस्ति किं नास्ति, अतः वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं न सम्भवति. अस्तु भगिनि, किञ्चित् वदति वा अथवा साहाय्यं करोमि? कपिसंयोगः भवति वृक्षे, तत्र वृक्षे सर्वत्र नास्ति. कपिसंयोगः एकभागे एव अस्ति अग्रे, तत्र अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता. कीदृशी अधिकरणता पुनः अग्रिमवाक्ये अस्ति? वृक्षनिष्ठ अधिकरणता अग्रिमवाक्यं अवच्छेद्या. किं निरूपित अधिकरणता? कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता इति अस्ति खलु. सा केवलम् अधिकरणता नास्ति, केवलम् अधिकरणता अस्ति चेत् वृक्षनिष्ठ अधिकरणता इति भवति, तथा नास्ति. अत्र वैशिष्ट्यम् अस्ति एव, कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता. अस्तु, अग्रे पठतु. प्रश्नः उदेति तस्याः अधिकरणतायाः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? अत्र प्रश्नः अस्ति, घटत्वे तादृशी अधिकरणता आसीत् अन्यून अनतिरिक्त अवच्छेद अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता आसीत् घटे, तादृशः तादृशी अवच्छेदकता वृक्षत्वे अस्ति वा इति प्रश्नः. इति अग्रे द्रष्टव्यम् अस्ति. अग्रे पठतु. अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं वृक्षत्वस्य भवितुम् अर्हति न वा इति द्रष्टव्यं. वृक्षत्वं वृक्षे सर्वत्र अस्ति वा, अपरेषु वृक्षेषु अपि वर्तते वा, तच्च वृक्षत्वं कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा? यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः भवति वा? वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अस्ति, अपरेषु वृक्षेषु अपि अस्ति, तत्र तत्र कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अस्ति किं नास्ति, अतः वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं न सम्भवति. वृक्षत्वं मूले वृक्षस्य मूले अस्ति, मूले अपि अस्ति, अग्रभागे अपि अस्ति, अपरेषु वृक्षेषु अपि वर्तते वृक्षत्वम्. अपि च सर्वेषु सर्वेषु वृक्षेषु कपिः न भवति खलु? यदा कपिः भवति तदा एव कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता वृक्षे अस्ति. प्रत्यस्मिन् वृक्षे कपिः अस्ति इति तु नास्ति खलु? अतः किम् वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं न सम्भवति. न सम्भवति, वृक्षत्वं घटत्वम् इव नास्ति, अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता वृक्षत्वे न भवति, न सम्भवति, न सम्भवति. अनन्तरम् इदानीं द्रष्टव्यमस्ति यत् अग्रभागम् इति स्वीकृत्य पश्यामः, अग्रभागस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता अस्ति न वा इति अग्रिममस्ति. प्रथमतया साधितं यत् वृक्षत्वस्य तथा न भवति एव, अग्रभागस्य मूलभागस्य कथं किं भवति इति अग्रे पश्येम. अस्तु, लक्ष्मी भगिनी पठति वा अग्रे? आं पठामि भगिनि. प्रथमप्रश्नः अस्ति, अत्र घटत्वम् इति अधिकरण घटत्वं प्रतियोगितायाः अधिकरणम् अस्ति घटे. एकनिमिषः, घटत्वं प्रतियोगितायाः अधिकरणं नास्ति, घटः इति अधिकरणम् अस्ति. घटे घटत्वम् अपि अस्ति, घटे प्रतियोगिता अपि अस्ति. आम् अस्तु अस्तु, किन्तु यदि भूतलं भूतलं घटम् इति द्वावपि चिन्तयामः चेत् तत्र एतदेव प्रश्नम् आगच्छति खलु, कुत्र भूतले कुत्र घटसंयोगः भवति इति कृत्वा कपिसयोग इव प्रश्नः भवितुमर्हति. सत्यम्, अस्माकं शनिवासरस्य वर्गे अपि अयमेव प्रश्नः आसीत्, नाम महोदयेन उक्तम् अग्रे आगच्छति इति. तर्हि अग्रिमभागं पठेम. अस्तु भगिनि, भवत्याः प्रश्नम् अवगच्छामि. मूले कपिसंयोगः वर्तते, तथैव भूतले मूले वा अथवा वामभागे वा घटसंयोगः अस्ति इति वक्तुं शक्नुमः अस्ति किल. अस्तु अग्रे पठेम, प्रायः तस्य उत्तरम् अग्रे भवति. अस्तु भगिनि, अधुना वृक्षस्य अग्रभागं पश्येम. तस्मिन् अग्रभागे अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अर्हति किम्? यत्र यत्र वृक्षे कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा? अस्य उत्तरदानार्थं यत्र यत्र तत्र तत्र इति सम्यक्त्या बोध्यम्. अस्तु, कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणतायाः अवच्छेदकः. अवच्छेद्या कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता. अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा? एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव, तदा तादृशः अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. अन्यत्र यथा वृक्षस्य मूलभागे कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणतापि नास्ति, वृक्षस्य अग्रभागः अपि नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल? किं चिन्तनम्? अस्तु उच्यताम् आरभतः. अस्तु, वृक्षस्य अग्रभागं पश्यामः. तत्र अग्रभागे अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अर्हति इति न अर्हति वा इति प्रश्नः अस्ति. अत्र एकं वक्तव्यमस्ति, अन्यून अनतिरिक्तवृत्तित्वम् इति वदनार्थम् एकः निकषः अस्ति, एकं कण्डीशन् अस्ति. कण्डीशन् किम् अस्ति? अवच्छेदकम् अवच्छेद्या उभयोः समानाधिकरण्यं स्यात् इति. तर्हि तद् मनसि निधाय चिन्तयतु, अवच्छेदकं किम्, अवच्छेद्या का, तयोः समानाधिकरणम् अस्ति वा इति चिन्तयतु. अत्र अवच्छेदकं कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति. अवच्छेद्या अवच्छेदकं नास्ति, अवच्छेद्या अस्ति. ओ, अवच्छेद्या अस्ति. अवच्छेदकं किम्? अवच्छेदकं वृक्षस्य अग्रभागः. अग्रभागः तयोः समानाधिकरण्यम् अस्ति वा? तयोः समानाधिकरणं कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता कुत्र वर्तते? वृक्षस्य अग्रभागे अस्ति. वृक्षे अग्रभागे नाम वृक्षे. वृक्षे अस्ति. आं, वृक्षे. अग्रभागः कुत्र वर्तते? वृक्षे. तर्हि किं वदति, समानाधिकरण्यम् अस्ति न वा? समानाधिकरणम् अस्ति. आम्, समानाधिकरणम् अस्ति. अस्तु, एवम् अस्ति चेत् अग्रे पठेम, तस्य उत्तरं प्राप्नुमः. अग्रे पठतु. अस्तु, यत्र यत्र वृक्षकपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा इति प्रश्नः. अनन्तरं यत्र यत्र तत्र तत्र इति सम्बन्धः ज्ञातव्यं. कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः अग्रभागः तस्य कपिसंयोग अग्रभागः अस्ति वृक्षस्य अग्रभागः अस्ति कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणतायाः अवच्छेदकः. अवच्छेद्य अस्ति यथा पूर्वं दृष्टवन्तः कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणता. अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा. अस्तु अस्तु, भवत्याः उत्तरमासीत् आम् तथा अस्ति इति खलु. आमाम् तदेव अत्रापि उक्तं. किम् उक्तम्? एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव तदा तादृशः अग्रभागनाम्ना अवचेतकः अपि अस्ति इति अस्ति इति अस्ति इति एकं चिन्तनं. परन्तु एतत् चिन्तनं सम्यगस्ति वा न वा इति ज्ञापनार्थम् अग्रे पठनीयमस्ति. अत्र यत्र यत्र तत्र तत्र इत्यस्य अर्थः यदा यदा तदा इति नास्ति. एकरीत्या सम्यक् वृक्षस्य मूलभागे कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता नास्ति, तत्र अग्रभागः अपि नास्ति खलु वृक्षस्य मूलभागे. तस्य अर्थः कः? यत्र अग्रभागः अस्ति तत्रैव कपिसंयोगनिष्ठ आधेयता इति एकरीत्या चिन्तनं सम्यक्. परन्तु एतद् न्यायिकानां चिन्तनानुसारम् एतत् सम्यगस्ति वा न वा इति चिन्तनीयं भवति. अस्तु, तर्हि तस्य ज्ञापनार्थम् अग्रे पठनीयं भवति. माला भगिनी पठति वा? अथवा तथा द्वयोः अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात्? कुत्रचित् अपरवृक्षस्य अग्रभागे कपिसंयोगः नास्ति इति कारणं किं? तथा न, अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन्नेव वृक्षे यत्र कपिसंयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते, तस्य अधिकरणं किम्? इदानीम् अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् तस्य कारणं किं चिन्तयन्ति? अन्यवृक्षे अग्र कपिसंयोगः नास्ति, एतत् कारणतः अन्यून अनतिरिक्तवृत्तित्वं नास्ति इति चिन्तयामः चेत् तर्हि प्रश्नः एवमस्ति, कपिसंयोगः कुत्र? वृक्षे. आम्, वृक्षस्य अग्रभागः कुत्र? वृक्षे इति प्रश्नः. हा, इति साधारणतया वदामः वृक्षस्य अग्रभागः वृक्ष इति साधारणतया वदामः. किन्तु चिन्तयन्तु, तत्र कपालः इति अवयवः, घटः इति अवयवी. अवयवः अवयवे वर्तते वा? अवयवी अवयविनी वर्तते वा? अवयवः अवयवे वर्तते, घटः कपाले वर्तते. कपाले वर्तते नाम अवयवी अवयवे वर्तते. तादृशः एव चिन्तनं, तादृशचिन्तनमेव अत्रापि अस्ति. अग्रभागः कुत्र वर्तते, तस्य अधिकरणं किम्? अग्रभागः वृक्षस्य अवयवः, तर्हि तस्य अधिकरणं किं भवति इति प्रश्नः अस्ति. परन्तु साधारणतया वयं किं वदामः, अग्रभागः वृक्षे अस्ति इति वदामः खलु, साधारणतया वदामः, परन्तु न्यायशास्त्रे एवं नास्ति। हा, तदर्थं सत्यं सत्यं, भवत्या यदुक्तं सत्यं, तदर्थं चिन्तनीयम् अधिकरणं किम् इति, तद् टेक्निकल् टर्मिनालजि इति उपयुज्य चिन्तनीयं भवति। अस्तु, अग्रे पठतु भगिनि। अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु, यत्र यत्र तत्र तत्र इत्यनेन कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अग्रभागः च द्वयोः अधिकरणं समानं स्यात्। यत्र यत्र इत्यस्मिन् यत्र इत्युक्ते अधिकरणे, केवलं विश्वे कुत्रचित् उपस्थितः इति पर्याप्तं न, यत्र यत्र तत्र तत्र इत्यनेन सामानाधिकरण्यं भवेत्। कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणतायाः अधिकरणं किं, वृक्षः। अग्रभागस्य अधिकरणं किम्, अग्रभागस्य अवयवाः। अग्रभागस्य अधिकरणं वृक्षः इति वक्तुं शक्यते किम्? अग्रभागः स्वयं वृक्षस्य अवयवः, अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति इति प्रश्नः। अत्र लिखितमस्ति अग्रभागस्य अधिकरणं वृक्षः वा, न, अग्रभागस्य अधिकरणं वृक्षः नास्ति। किमर्थम् इत्युक्ते अग्रभागस्य अग्रभागः वृक्षस्य अवयवः अस्ति खलु। सत्यं, यथा भवत्या उक्तं कपाले घटः वर्तते तथैव अग्रभागः तथैव वृक्षः अग्रभागे वर्तते। सत्यं, वक्तुं किञ्चन वैचित्र्यम् अनुभूयते परन्तु तथैव अस्ति। आम् आम्, अवयवी अवयवे वर्तते न्यायशास्त्रे। वृक्षस्य अधिकरणं तस्य अवयवाः इति अस्ति, परन्तु कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता तस्याः अधिकरणं किम्? अग्रभागः न, चिन्तयतु किं, हा, अपि च पुनः वदतु, कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता इति अस्ति खलु, तत् कुत्र अस्ति? वृक्षे अस्ति, वृक्षे अस्ति, परन्तु अग्रभागः वृक्षे नास्ति इति तेषां मतं, यतोहि अग्रभागे वृक्षः अस्ति, अवयवे अवयवी भवति, विपरीतत्वेन न भवति, यथा तन्तुः इति अवयवः, पटः इति अवयवी, तन्तुषु भवति पटः, तथैव कपाले भवति घटः, तादृशमस्ति, अधिकरणमस्ति अवयवः न तु अवयवी, यतोहि तन्तुः नास्ति चेत् पटः न भवति एव, परन्तु पटः नास्ति चेत् तन्तवः भवन्ति तु खलु स्वतन्त्रतया, तदर्थं तादृशः सम्बन्धः अस्ति, तन्तुषु पटः, कपाले घटः, अग्रभागे वृक्षः। एतत् सर्वं दृष्ट्वा साधितं यत् अग्रभागस्य अधिकरणं वृक्षः नास्ति, परन्तु कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता तस्याः अधिकरणं वृक्षः अस्ति इति सारांशः। तर्हि अत्र तु साधितं यत् तत्र अन्योन अनतिरिक्तवृत्तित्वं नास्ति इति। लक्ष्मी भगिनी, इदानीम् उत्तरं परिवर्तितं किम्? किञ्चित् भवती उक्तवती यत् अग्रभागः वृक्षे अस्ति इति, अवच्छेदकं वृक्षे अस्ति एव इति उक्तं भवत्या, समानाधिकरणं नास्ति। अधुना यदि अत्र अन्तिमवाक्यमस्ति अवयवी अवयवी अवयवे भवति इति खलु, अवयवी अवयवे भवति, अग्रभागः अवयवी अग्रभागः एकः अवयवः, किन्तु वृक्षः एव अवयवी, अवयवी अत्र लिखितमस्ति अवयवी साधारण अस्मिन् सन्दर्भे अधिकरणता नास्ति, किन्तु अवयवः एव अधिकरणता. हा, अवयवः एव अधिकरणम् अस्ति. आम्, इत्युक्ते अग्रभागः वृक्षस्य अधिकरणम् अस्ति इति उक्तं वा? आम्. घटः कपालः, कपालः अवयवः, कपालः घटस्य अधिकरणं, यतोहि वयं सप्तमीविभक्तिप्रयोगः कुर्मः चेत् कपाले घटः वर्तते इति वदामः, तथैव अग्रभागे वृक्षः वर्तते. यदि अग्रभागः अधिकरणं चेत् तथा कपिसंयोग कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणता अग्रभागः द्वयोपि समानाधिकरणं भवति खलु? समानाधिकरणं न भवति इत्येव विषयः. समानाधिकरणं कथं भवति? अधिकरणतायाः अधिकरणं किं? कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता, तस्य अधिकरणं किम्? तस्य अधिकरणम् अग्रभागः. तथा न वदामः, तस्याः अधिकरणमस्ति वृक्षः. ओ, वृक्षः अस्तु खलु, अग्रभागः वृक्षस्य अवयवः, तर्हि कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता इति या अवच्छेद्या अस्ति तस्याः अधिकरणमस्ति वृक्षः इति. अस्तु, अवच्छेदकं किम्? अवच्छेदकं वृक्षस्य अग्रभागम्. अग्रभागः, इदानीं वृक्षस्य अग्रभागः अपि वृक्षे अस्ति वा? आम्, वृक्षस्य अग्रभागं वृक्षे अस्ति, किन्तु अत्र वृक्षस्य अग्रभागम् अधिकरणमस्ति, न तु आदेयः. हा हा, इति प्रमुखविषयः. वृक्षस्य अग्रभागः इति वदामः, परन्तु वृक्षे अग्रभागः इति न भवति. तर्हि अत्र साधितं यत् कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे अस्ति, परन्तु अग्रभागः वृक्षे नास्ति, अतः कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता इति अवच्छेद्या वृक्षे अस्ति, अग्रभागः इति अवच्छेदकं वृक्षे नास्ति, तयोः समानाधिकरण्यं नास्ति इति कृत्वा अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकता इति न वक्तुं शक्नुमः इति मुख्यः विषयः अस्ति. तस्य प्रतिपादनार्थमेव एतत् सर्वं एते सर्वे प्रश्नाः कृताः. बुद्धं वा? अस्तु, अग्रे किञ्चित् पठेम, प्रायः तदा सम्यक्तया अवगम्यते. राजेन्द्रमहोदय अग्रे पठति किम्? आं भगिनि, अत्र उपयुक्त प्रश्नस्य उत्तरं दातव्यम्. अवयवः पूर्वं कपिसंयोगनिष्ठ तथा. ओ, तत् कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता भवति वृक्षे, तर्हि समान अधिकरणस्य साधनार्थं द्रष्टव्यं यत् अग्रभागः वृक्षे वर्तते केनचित् सम्बन्धेन न वा, संयोगसम्बन्धेन, समवायसम्बन्धेन, कालिकसम्बन्धेन, चिन्तयतु, तादात्म्यसम्बन्धेन. इदानीं घटः घटे भवति तादात्म्यसम्बन्धेन, स्वस्मिन् स्वं तादात्म्येन भवति, स्वं वृक्षः इति चेत् अग्रभागः वृक्षे तादात्म्येन इति वक्तुं शक्यते वा? वृक्षे स्वस्मिन् अग्रभागः इति स्वं वा नास्ति? सम्पूर्णवृक्ष इति स्वं, स च स्वस्मिन् वृक्षे तादात्म्येन, अग्रभागः केवलं वृक्षस्य अङ्गम्, अतः तादात्म्येन वृक्षे न. अन्ते केनापि सम्बन्धेन अग्रभागः वृक्षे नास्ति, अतः कथञ्चिदपि कपिसंयोगनिरूपित अधिकरणतायाः अग्रभागस्य च समानधिकरणं न भवति. उच्यतां महोदय. कपिसंयोग निष्ठ आदेयता निरूपित अधिकरणता कुत्र अस्ति? वृक्षे अस्ति. वृक्षे अस्ति तर्हि समान अधिकरणस्य साधनार्थम् इदानीं चिन्तनम् अस्ति यत्र वृक्षे अस्ति तत् अग्रभागः वृक्षे वर्तते केनचित् सम्बन्धेन वा न वा वृक्ष वृक्षस्य अग्रभागः संयोगसम्बन्धेन न वर्तते, समवायसम्बन्धेन अपि न वर्तते, कालिकसम्बन्धेन अपि न वर्तते. अस्तु, किमर्थम् इति किञ्चित् वक्तव्यं. संयोगसम्बन्धेन न वर्तते किमर्थम्? अग्रभाग तु वृक्षस्य भागः एव अस्ति, तत्र तु संयोगसम्बन्धः न भवितुम् अर्हति. समवायसम्बन्धः अपि नास्ति यत् अग्रभागः वृक्ष एव अस्ति. कालिकसम्बन्धेन अपि न भवति. एकनिमिषः महोदय, समवायसम्बन्धः भवितुम् अर्हति यतोहि अवयव अवयविनोः मध्ये कीदृशः सम्बन्धः अस्ति? समवायसम्बन्धः खलु. घटकपालयोः मध्ये समवायः अस्ति एव, तथैव वृक्ष अग्रभागयोः मध्ये समवायः अस्ति. परन्तु अत्र प्रश्नः अस्ति, वृक्षे अग्रभागः अस्ति वा अथवा अग्रभागे वृक्षः अस्ति वा समवायसम्बन्धेन? कः कश्चित् अस्ति? अग्रभागे वृक्षः अस्ति. अग्रभागे वृक्षः अस्ति खलु समवायसम्बन्धेन? नास्ति इति केनापि उक्तं वा? आम् आम्, अहम् उक्तवती. भगिनि बुद्धं खलु. आम्, समवायसम्बन्धेन अग्रभागे वृक्षः भवति, विपरीतत्वेन न भवति इति कृत्वा प्रश्नः तत्र स्पष्टः स्यात्. अस्माभिः द्रष्टव्यमस्ति यत् वृक्षे अग्रभागः वर्तते वा समवायेन. उत्तरमस्ति न, परन्तु विपरीतत्वेन वक्तुं शक्नुमः. अस्तु, कालिकसम्बन्धेन भवति वा महोदय? वृक्षे अग्रभागः कालिकेन भवति वा? चिन्तयामि न भवति. न भवति, सत्यं. कालिकसम्बन्धेन कालोपादयः इति अस्माभिः पूर्वं पठितं खलु. रामः इति श्यामः इति एकस्मिन् काले जनद्वयं वर्तते चेत् रामे कालिकसम्बन्धेन श्यामः अस्ति, श्यामे कालिकसम्बन्धेन रामः अस्ति. तथा कालोपादयः वस्तुद्वयम् अथवा समकालीनवस्तुद्वयं भवितुम् अर्हन्ति. अत्र तु समकालीनभिन्नवस्तुद्वयम् इति नास्ति, एकः अपरस्य भागः इति कृत्वा कालिकसम्बन्धः अपि तत्र कार्यं न करोति. अस्तु, अग्रे तादात्म्यसम्बन्धेन. इदानीं घटः घटे भवति तादात्म्यसम्बन्धेन, स्वस्मिन् स्वं तादात्म्येन भवति. स्वं वृक्षः इति चेत् अग्रभागः वृक्षे तादात्म्येन इति वक्तुं शक्यते वा? अग्रभागः वृक्षे न अस्ति, वृक्षः अग्रभागे अस्ति. तत्तु केन सम्बन्धेन? समवायसम्बन्धेन. समवायसम्बन्धेन. इदानीं तादात्म्यसम्बन्धस्य चर्चा करोतु. तादात्म्यसम्बन्धेन न भवितुम् अर्हति. न भवति खलु, यतोहि स्वस्मिन् स्वं भवति तादात्म्येन. अत्र स्वम् इति किम्? वृक्षः. हा, वृक्षः स्वम् इति चेत् अग्रभागः स्वं न भवति खलु. तर्हि तदा स्वस्मिन् वृक्षः भवति तादात्म्येन इति एव वक्तुं शक्नुमः. वृक्षे अग्रभागः तादात्म्येन इति न कदापि वक्तुं शक्नुमः खलु. स्वस्मिन् वृक्षे तादात्म्येन, अग्रभागः केवलं वृक्षस्य अङ्गम्, अतः तादात्म्येन वृक्षे न. यथा भवती इदानीमेव उक्तवती तथैव अत्र वक्तव्यमस्ति. अन्ते केनपि सम्बन्धेन अग्रभागः वृक्षे नास्ति. अतः कथञ्चित् अपि कपिसंयोगनिरूपित अधिकरणतायाः अग्रभागस्य च समान अधिकरणं न भवति, तत् समान अधिकरणं न भवति यथा कपिसंयोगनिरूपित अधिकरणता अग्रभागस्य समान अधिकरणं न भवति यत्र यत्र तत्र तत् न वक्तुं शक्नुमः। सत्यम् इति सारांशः अस्ति। अधिकरणता कपिसंयोगनिरूपित अधिकरणता इति अवच्छेद्य अग्रभागः इति अवच्छेदकं तयोः समानाधिकरण्यं न भवति इति सारांशः अस्ति अत्र। एतस्य चिन्तनस्य फलम् एवम् अस्ति, केवलं समानाधिकरणं नास्ति इति साधयितु। बुद्धं वा? अस्तु, अग्रे अजितमहोदय पठति किम्? आम् भगिनि, अत्र उपरियुक्तप्रश्नस्य उत्तरं दातव्यम्। अवयवः अवयविनि भवति किं? नैव। अवयवी अवयवे भवति समवायसम्बन्धेन, यथा घटः कपाले तथैव वृक्षः अग्रभागे अस्ति। शाखासु वृक्षः समवायसम्बन्धेन, अतः वृक्षः अग्रदेशे इति वक्तुं शक्यं, किन्तु विपरीतत्वेन अग्रदेशः वृक्षे इति न। तत्र केवलं षष्टिविभक्त्याः प्रयोगः, वृक्षस्य शाखा वृक्षे न। वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनि शाखा तावदेव। वृत्त्यनियामकसम्बन्धः अपि सम्भवति। वृत्तिनियामकसम्बन्धः अपि वृत्तिनियामकसम्बन्धः अपि सम्भवति, किन्तु अत्र कविसंयोगवृक्षस्थले आहत्य सारांशः एव यत् अग्रभागः वृक्षे इति न कदापि भवति। यथा पूर्वम् उक्तं, वृक्ष अग्रे सम्बन्धः समवायसम्बन्धः अवयव अवयविनो, यथा घटः कपाले तथैव वृक्षः अग्रभागे, वृक्षः अग्रे अस्ति न तु वृक्षाग्रः वृक्षे अस्ति। सम्यक्। शाखासु अपि वृक्षः समवायसम्बन्धेन, शाखा इत्युक्ते ब्राञ्चेस्, ब्राञ्च् शाखाः अपि अवयवाः खलु? शाखाः अपि अवयवाः, तदर्थमेव शाखासु इति तस्य सप्तमी न तु वृक्षस्य अधिकरणस्य सप्तमी भवति। तत्र केवलं षष्टिविभक्त्याः प्रयोगः, वृक्षस्य शाखा वृक्षेन, वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा इत्युक्ते वृत्त्यनियामकसम्बन्धः, तद् भिन्नं। वृक्षसम्बन्धिनी शाखा इत्युक्ते एषा सा शाखा वृक्षस्य तावदेव अस्ति इति सूचनार्थम् इत्यर्थे तस्मिन्नेव अर्थे षष्टिविभक्तिप्रयोगः। सप्तमीविभक्तिप्रयोगः क्रियते चेत् सप्तमीविभक्ति युज्यते अवयवेन सह, तदर्थं शाखासु अथवा अग्रभागेषु वृक्षः इति वदामः इति एका वार्ता। अपरा वार्ता अस्ति वृत्तिनियामकसम्बन्धः इति स्मरति वा? आम् ते पूर्वं पठितं किन्तु अन्य कोऽपि स्मरणमस्ति चेत् उच्यतां, माला भगिनी वा राजेन्द्रमहोदय? अस्तु, वृत्तिनियामकसम्बन्धः इत्युक्ते तत्र आधारः अपि च आधेयः निश्चितमस्ति. भूतले घटः इति वदामश्चेत् तत्र भूतलम् इति आधारः, घटः इति आधेयः, तादृशसम्बन्धः अस्ति वृत्तिनियामकसम्बन्धः. अस्तु, इदानीं घटः आकाशे अस्ति इति वदामश्चेत् तत्र आधेयः कः, आधारः कः? घटः आकाशे इति वदामश्चेत् तत्र आधारः कः, आधेयः कः? आकाशः आधारः, घटः इति आधेयः इति राजेन्द्रमहोदयेन उक्तं. परन्तु तत्र शक्यं सत्यम्. आकाशः घटे अस्ति, घटः आकाशे अस्ति, तादृशः सम्बन्धः अस्ति. कः आधारः, कः आधेयः इति सम्यक्तया निश्चितरूपेण न वक्तुं शक्नुमः. तादृशसम्बन्धः वृत्ति अनियामकसम्बन्धः अस्ति. परन्तु अत्र तु वृत्तिनियामकसम्बन्धः, यतोहि निश्चितरूपेण वक्तुं शक्नुमः शाखासु वृक्षः भवति, अग्रभागे वृक्षः भवति, तत्र निश्चितमस्ति. अधिकरणं किम्, आदेयः कः इति निश्चितम् इत्येव वृत्तिनियामकः सम्बन्धः. भगिनी, तर्हि अत्र लिखितं वृत्ति अनियामकसम्बन्धः अपि सम्भवति इति. हलो, अहं चिन्तयामि तत्र टङ्कणदोषः अस्ति इति. वृत्ति अनियामकसम्बन्धः अपि अस्ति. अस्तु, प्रष्टव्यं. तथा नास्ति महोदय, प्रायः वृत्तिनियामकसम्बन्धः एव अस्ति. अग्रे किन्तु अत्र कपिसंयोगवृक्षस्थले अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः अग्रभागः वृक्षे इति न कदापि भवति. वृक्षः अग्रभागे एव भवति एव. वृक्षः अग्रभागे भवति, तर्हि अवच्छेदकस्य अवच्छेद्यायाः समानाधिकरण्यं न भवति इति अस्ति. एतावत् सर्वं पठित्वा अग्रे सारांशः अस्ति, अन्तिमपरिच्छेदः. वर्धिनी भगिनी पठति वा? आम्, एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् इति प्रश्ने सति समाधानत्वेन कपिसंयोगस्य अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम्, अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति, अपरस्मिन् भागे मूले च नास्ति, मूले कपिसंयोग अभावः. अतः अनेन व्यवहारे श्रोतुः मनसि स्पष्टता जायते कपिसंयोगः कुत्र अस्ति, कुत्र च नास्ति. अनेन साफल्यं प्राप्तं. तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति, किन्तु अन्यून अनतिरिक्तवृत्तिः न. अपि तु अन्यप्रकारकः स्वरूपसम्बन्ध अवच्छेदकः. अस्तु भगिनि, उच्यता. अग्रभागस्य किमर्थम् अवच्छेदकत्वम् इति प्रश्ने सति कविसंयोगस्य अव्याप्य वृत्तित्वनिर्वाहार्थं अव्याप्यवृत्ति. सत्यं, कपिसंयोगः अव्याप्यवृत्तिः इति प्रदर्शनीयं भवति चेत् अग्रभागस्य अवच्छेदकत्वं वक्तव्यं भवति. अस्तु अग्रे. अग्रभागस्य अवच्छेदकत्वं वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति, अपरस्मिन् भागे नास्ति, मूले नास्ति. कपिसंयोग अभावः अस्ति मूले, अतः अनेन व्यवहारे श्रोतुः मनसि स्पष्टता जायते कपिसंयोगः कुत्र अस्ति कुत्र नास्ति. अग्रभागः इति अवच्छेदकः अस्ति, किन्तु अन्यून अनतिरिक्तवृत्तिः न, अन्यप्रकारकः स्वरूपसम्बन्ध अवच्छेदकः. अस्तु, इति अस्ति प्रथमतया अग्रभागः किमर्थम् अवच्छेदकत्वेन स्वीकृतम् इत्युक्ते कपिसंयोगस्य अव्याप्यवृत्तिनिर्वाहणार्थम् इति प्रथमम्. अनन्तरम् एतस्य कथनेन कपिसंयोगः अग्रभागे वर्तते, कपिसंयोगः अभावः अपरस्मिन् भागे मूलभागे अस्ति इति जानीमः इति वार्ताद्वयम्. तदनन्तरम् एतत् सर्वं पठित्वा वयं साधितवन्तः यत् अग्रभागः इति अवच्छेदकम् अस्ति, कपिसंयोगनिष्ठाधेयता निरूपित अधिकरणता इति अवच्छेद्या अस्ति, तयोः समानाधिकरण्यं न भवति एव इति एतावता पठित्वा वयं साधितवन्तः. तदर्थम् अग्रभागः इति अवच्छेदकः तु अस्ति, परन्तु तस्य अन्योन अनतिरिक्तवृत्तित्वं नास्ति, तादृशः नामकरणं नास्ति तस्याः अवच्छेदकतायाः. अन्या नाम अस्ति स्वरूपसम्बन्धावच्छेदकः इति. तत् तस्य पाठः अग्रिमसप्ताहे भविष्यति. एतावता कोऽपि प्रश्नः वा? नास्ति. स्वरूपसम्बन्धावच्छेदकः. अस्तु तर्हि, प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः. Thank you.